सर्वेभ्यः अस्माकं व्याकरणवर्गे भवतां सर्वेषां स्वागतम्। अस्माकं विषयः अस्ति जुहोत्यादि, जुहोत्यादिगणे अजन्तदातवः इति। तत्र गतवर्गे धाधातोः विषये चर्चा जाता, तत्र रूपाणि अपि साधितानि। अयं धातुः उभयपदी अस्ति, अतः तत्र तत्र परस्मैपदीरूपमपि आत्मनेपदीरूपमपि अस्माभिः साधितम्। इदानीं ततः अग्रे धाधातोः विषये अपि एवमेव रूपाणि भवन्ति। एकवारं तत्र धाधातोः विषये अत्र विशिष्टसूत्राणि कतिचन सूत्राणि सन्ति, अतः तद् एकवारं पठामः। धाधातोः कृते इति ततः आरभ्य पठामः। तत्र सरस्वतीभगिनी आरब्धुमिच्छति वा? आं भगिनि, एकनिमिष, धाधातोः तर्हि ददस्ततोश्च इत्यस्मात् पूर्वं ततः पठामि। अस्तु, ददस्ततोश्च द्वित्वकृतस्य झषन्तस्य धाय् धातोः तस्मात् पूर्वं वाक्यद्वयमस्ति खलु, तत् पठतु। आं, तदपि पठामि। धा धातोः कृते सिङ् प्रत्ययः निमित्तिकम् अङ्गकार्यम् उपयुक्तम् एव। तत् विहाय लोट्लकारस्य मध्यमपुरुषे दधा योग हि धे योग हि धेहि सूत्रं पूर्वोक्तम्। अन्यच्च इतोपि एकं कार्यम् अस्ति। तर्हि इदानीम् अग्रे पठामि, तदनन्तरं वदामि न? आमामाम् अवश्यं। ददस्ततोश्च द्वित्वकृतस्य झषन्तस्य धाय् धातोः बशो भष् स्यात् तथोः द्वोः च परयोः दधा इत्यस्य यत्र आकारलोपः तत्र दध् इति दशन्तरूपं सिद्ध्यति। तादृशस्य धद् दध् इत्यस्य दकारस्य स्थाने धकारादेशो भवति। तकारे ठकारे सकारे ध्वशब्दे च परे। इदं कार्यं वर्णनिमित्तिकं न तु अङ्गनिमित्तिकम्। हल् सन्धिकार्यम् एव अष्टमाध्याये च। झष् प्रत्याहारे वर्गस्य चतुर्थवर्णाः अन्तर्भूताः। झ भ घ ढ ध भष् प्रत्याहारे ब घ ड द इत्येते वर्णाः। भष् प्रत्याहारे भ घ ड ध इत्येते वर्णाः। तश्च थकार च तथौ सकाराद् अकारः उच्चारणार्थ तयोः तथोः। गदः षष्ट्यन्तं तथोः सप्तम्यन्तं च अव्ययपदं त्रिपदमिदं सूत्रम्। एकाचो वशो भष् झषन्तस्य द्वोः इत्यस्मात् वशो भष् झषन्तस्य द्वोः इत्येषाम् अनुवृत्तिः। अनुवृत्तिसहितसूत्रं झषन्तस्य गदः वशः भष् द्वोः तथोः च। नूतनं सूत्रमस्ति अस्माकं कृते, दधस्ततोश्च अष्टमाध्याये द्वितीयपादे अष्टत्रिंशत्तमं सूत्रमस्ति। द्वित्वकार्यं भवति, तदनन्तरं यदा धा धातोः कृते एव अस्ति तर्हि धा धातोः जश् अन्तस्य भवति चेत् बशोः भष् भवति, इत्युक्ते बश् स्थाने भष् भवति। यत् यदि तकार थकार सकार अथवा ध्व शब्दः अस्ति चेत् तस्मात् अनन्तरं तर्हि दधा द्वित्वकार्यं भूत्वा तदनन्तरं यद् वयं दृष्टवन्तः ह्रस्व तथा अभ्यासे चर्च एतत् सर्वं भूत्वा दधा रूपं वयं साधयामः. तदनन्तरं दधा, अत्र आकारलोपः भवति श्नव्यस्तयोरात्तः इत्यनेन सूत्रेण, तदा भवति दध्. दध् इदानीं धकार अन्तिमवर्णम् अस्ति, अन्तिमवर्णः अस्ति, अतः अत्र धकार झषन्त भवति. एवं यदा दध् भवति तदा झष् अन्ते भवति, तस्मात् अनन्तरं यदि तकार, थकार, सकार अथवा ध्वशब्दः अस्ति तर्हि दकारस्य आदौ आदिमवर्ण दकार यदस्ति तस्य स्थाने धकारादेशः भवति. इदं कार्यं वर्णनिमित्तिकम्, अङ्गनिमित्तिकं नास्ति, हल् सन्धिकार्यमेव अस्ति. जष् प्रत्याहारे तु वर्गस्य चतुर्थः वर्णाः, तर्हि जष् अन्ते इत्युक्ते चतुर्थः वर्णः यदि अन्ते अस्ति, बष् प्रत्याहारे बगडद इति वर्णाः भवन्ति. भष् अत्र भघढध वर्णाः भवन्ति, तर्हि तयोग तकारयोगथकार अतः तथौ अत्र अकार केवलम् उच्चारणार्थं, तर्हि तथ द्वितीयविभक्तिद्विवचनं भवति, तथौ एवम् उच्चारणार्थम् अकार अस्ति. दधः षष्ट्यन्तम्, अतः दधः तथोः च, तर्हि तथोः सप्तम्यन्तम् इत्युक्ते कार्यं पूर्वं भवति. च अव्ययपदमस्ति, त्रिपदमिदं सूत्रमस्ति. अत्र बशो भष् झषन्तस्य ध्वोः एतेषाम् अनुवृत्तिः एकाचो बशो भष् झषन्तस्य ध्वोः इत्यनेन सूत्रेण आगच्छति. अनुवृत्तिसहितसूत्रमस्ति, झषन्तस्य दधः बशः भष् ध्वोः तथोः च. बहु सम्यक् भगिनी, समीचीनं. दधः झषन्तस्य दधः, इदानीम् अनुवृत्तिसहितसूत्रे पदानां सम्बन्धः कः इति वदतु एकवारं. पदानां सम्बन्धः, तर्हि सूत्रमस्ति दधः तथोः च. अत्र झष् अन्ते अस्ति दध्, तर्हि तत्र झषन्तस्य, तर्हि तत्र स्थानी भवति झषन्तस्य, झष् अन्ते अस्ति, स्थानी भवति वा दद्धः इति स्थानी भवति वा, दकारस्थानी भवति न, झषन्तस्य अन्तस्य, अन्तस्य अस्ति, झष् अन्तस्य अस्ति, तर्हि तत्र स्थानी न भवति, तत्र किं वक्तव्यं, दधः झषन्तस्य, तर्हि अन्ते यत् झष् वर्णः अस्ति, स्थानी तु बष् भवति, बशोः भष् भवति, तर्हि भष् प्रथमाविभक्ति. ततः बशः अनयोः कः सम्बन्धः, पुनः एकवारं वदतु भगिनि प्रश्न. ददः भषः अनयोः सम्बन्धः, ददः ददः भष् भष् बशः, ददः भषः इत्युक्ते सम्बन्धरूपे एव, तर्हि ददः शब्दः अस्ति, तस्य शब्दस्य यत्र बश् अस्ति, यः वर्णः अवयवः, अवयवः अवयव अवयवी अवयव अवयवी सम्यक् सम्यक्. बशः बश् भवति यदि स्वोः तथा सकार द्व अथवा तकार अथवा थकार अनन्तरम् स्वोः ततोः अनयोः शब्दयोः विभक्तिः का, सप्तमी सप्तमी सप्तमी द्विवचनं खलु, अस्तु अस्तु समीचीनं समीचीनं सम्यक् सम्यक्. तर्हि ददस्ततोश्च इति अस्ति, ददस्ततोः च इत्युक्ते इदं सूत्रम् एकाचो पशुपश् जषन्तस्य स्पोः इत्यस्य अनन्तरम् अस्ति. तत्र यदा यत्र तत्र तस्मिन् सूत्रे अपि भष् भावः भवति, तृतीयवर्णः चतुर्थवर्णरूपेण परिवर्तते. अस्मिन् सूत्रे अपि तदेव कार्यमस्ति. तत्र धा इति धातुः अस्ति, तस्य द्वित्वानन्तरं यः भष्वर्णः अस्ति, तृतीयवर्णः अस्ति, तस्य चतुर्थवर्णः भवति यदा सः धातुः जषन्तः भवति. जषन्तः अपि च परनिमित्तं किम् इति चेत् सकारे परे द्वशब्दे परे तकारे परे कारे परे इति अत्र निमित्तम्. तर्हि इदानीं धा धातुः वर्तते. धा धातोः द्वित्वानन्तरं धा धा इति भवति. अनन्तरं ह्रस्वः इत्यनेन ध धा, तदनन्तरं अभ्यासे चर्च इत्यनेन द धा, द धा इति अस्ति. इदानीं तत्र अश्नाभ्यस्तयोरातः इत्यस्य कार्यं यदा भवति तदानीं द दद् इति भवति. दद् इति इदानीं जषन्तः भवति, जषन्तः वर्तते. अनन्तरं यदा प्रत्ययः सकारः अथवा द्व आत्मनेपदीषु द्व इति प्रत्ययः, से इति प्रत्ययः, तकारः प्रत्ययः अथवा तकारादिप्रत्ययः, अत्र आदिः इति वक्तव्यं, तकारादिः थकारादिः वर्तते चेत् तदानीं भषः तृतीयवर्णः तद् इत्यत्र आदौ यः भष् वर्णः तस्य स्थाने भष् चतुर्थवर्णादेशः भवति. तृतीयवर्णः चतुर्थवर्णवर्णादेशेन परिवर्तते इति अत्र सूत्रार्थः अस्ति. भगिन्या सम्यक्तया उक्तमासीत्. इदानीं तत्र पश्यामः अत्र किं सूर्यकुमारी भगिनी अग्रे वदति वा भगिनि? भगिनि अत्र अनुवृत्तिसहितसूत्रे तथोः च पर्याप्तं खलु? स्तोः इति किमर्थम् अत्र च इति न वक्तव्यमस्ति. च इत्यस्य स्थाने स्तोः इति उक्तं. तत्र च इत्यस्य अर्थः कः इति चेत् स्तोः इति अर्थः. स्तोः न च इत्यस्य इत्युक्ते स्तोः स्तोः इदानीं चिन्तयामः च इत्यस्य अर्थः कः अत्र भवती वदतु. पूर्वस्मिन् सूत्रे स्तोः परे भवति चेत् कार्यं भवति. नेक्स्ट् सूत्रमस्ति दधस्तथोश्च, तत्र एकाचो बशो भश् झषन्तस्य सर्वम् आवश्यकम्. स्तोः किमर्थम् आवश्यकम्? न स्तोः परे यद् कार्यं भवति बशः भश् भवति, अत्र एकाचः इत्यस्य आवश्यकता नास्ति. अत्र वस्तुतः एकाच् इत्यस्य अनुवृत्तिः आवश्यकी वा न वा इति चिन्तयामः. दद् इति तु एकाच् एव अस्ति, अतः एकाच् इत्यस्य आवश्यकता नास्ति. भवतु तर्हि बशो बश् जषन्तस्य स्तोः इति सर्वस्य अनुवृत्तिः अस्ति. तर्हि पूर्वस्मिन् सूत्रे स्तोः बशः बश् आदेशः भवति, अत्र ततोः अपि भवति इति अर्थः. ततोः च भवति, न केवलं स्तोः, ततोः च भवति. अतः ततोः च ततोः च स्तोः कार्यं न भवति खलु? स्तोः अपि भवति. स्तोः स्तोः इत्यस्य तु हि प्रत्यपरे इदं कार्यं नास्ति भगिनि. हि प्रत्यपरे तु देहि इति यद्रूपं लब्धं तत्तु पूर्वस्मिन् सूत्रेण, तत्र पूर्वं यत् सूत्रमस्ति हि न भगिनि, स स द्वोः इत्यस्य परे अपि कार्यं भवति वा? स द्वो स्तोः इति तत्र द्विवचने अस्ति, सकारे परे द्वशब्दे परे. हा तत्तु पूर्वस्मिन् सूत्रे आसीत्. अत्र दधस्ततोश्च तत्र दधः इत्यस्यापि स्तोः परे कार्यं भवति वा? आमां भवति, अतः एव च इति उक्तं खलु. पूर्वस्मिन् सूत्रे स्तोः इत्यस्य अनुवृत्तिः अत्र भवति, स्तोः इत्यस्य अनुवृत्तिः अत्र भवति. न केवलं स्तोः परन्तु ततोः च भवति, अतः एव ततोः च इति उक्तं. ततोः च इत्यनेन पूर्वस्मात् सूत्रात् अनुवृत्तिः भवति स्तोः इत्यस्य, ततोः परे अपि भवति इति अर्थः। ओ अस्तु, तर्हि चत्वारः सिचुवेशन्स् भवति, सकारे परे, द्वौ परे, तपरे, थपरे इति। इदानीं चिन्तयतु, इदं सूत्रं नास्ति इति चिन्तयतु, एकवारम् इदं सूत्रं नास्ति इति चिन्तयतु, तर्हि दद् योगः तत्र ते, दद्योगः ते, ओके, दद्योगः दद्योगः ते इति स्थिते तत्र केनचित् सूत्रेण बषः बष् भवति वा? न, जलां जसि इति चतुर्थवर्णः तृतीयवर्णः भवति, तत्तु भिन्नवार्ता, तत् तत्तु अस्ति, परन्तु बषः बष् अहं पृच्छामि इत्युक्ते जलां जस्यसि इत्यत्र बषः बष् भवति इति न उक्तं खलु, जलः स्थाने जषादेशः भवति इति उक्तं, तत्तु भिन्नवार्ता, अत्र बषः बष् भवति केन, केनचित् सूत्रेण, इदानीं ददस्ततोश्च इति सूत्रं नास्ति इति चिन्तयामः चेत् दद् योगः ते इति स्थिते अत्र बषः बष् भवति वा इति प्रश्नः। केन सूत्रेण? पूर्वसूत्रेण न भवति, पूर्वसूत्रेण भवति वा न भवति वा? पूर्वसूत्रेण न भवति, पूर्वसूत्रे तु पूर्वस्मिन् सूत्रे तु स्वोः इति अस्ति, अतः तकारे परे तु कार्यं न भवति, कार्यं न भवति। यदि इदं सूत्रं नास्ति, ददस्ततोश्च इति सूत्रं नास्ति, तदानीं दद् योगः ते इति स्थिते कार्यं न भवति, बषः बष्भावः न भवति, तत्रापि बष्भावः अपेक्षितः, अतः ततोः इति उक्तम्। अपि च इदानीम् अत्र दद्योगः स्व, दद्योगः स्व इति प्रसङ्गे ददस्ततोश्च इति सूत्रं नास्ति चेत् अत्र बष्भावः भवति वा? भवति, एकाचो भषोभश्चशब्दस्तस्त्वोः इति भवति, तेन सूत्रेण भवति। अतः इदं सूत्रं नास्ति चेदपि सकारे परे द्वशब्दे परे तु बष्भावः लभ्यते, तर्हि इदानीं सकारे परे बष्भावः न इष्यते इति चेत् तदानीं ददस्ततोः इति वदति चेत् पर्याप्तं, ददस्ततोः इति वदति चेत् पर्याप्तं खलु? इदानीं तत्र स्व इति सकारे परे द्वशब्दे परे अत्र दद् इति प्रसङ्गे बष्भावः न अपेक्षितः इति चेत् तदानीम् इदं सूत्रं कथं भवेत्? ददस्ततः ततोः इति एव भवेत्, च इति आवश्यकं नास्ति, परन्तु च इति अपि उक्तम्, अनेन अवगम्यते यत् स्तोः अपि भवति ततोः अपि भवति इति अवगम्यते, पूर्वं यद् यदुक्तं तेन सह अन्वयः। किं विजयलक्ष्मी भगिनी अवगतं वा? अवगतम्। अस्तु अस्तु, सरि, तर्हि सूर्यकुमारी भगिनी। भगिनी, यथा तथा योगः तः स्नाभ्यस्तयोरातः इत्यनेन आकारस्य लोपः रूपं दद् योगः तः, ददस्तते ददस्ततो च इत्यनेन दास्थाने धा भवति रूपं दद् भवति, योगः तः करिच इत्यनेन चतुसन्धि भवति दत् भवति, दास्थाने ता भवति दत्तः अन्तिमरूपं भवति, एवमेव दधा योगः तः, तत्रापि प्रथमदकारस्य स्थाने ददस्ततो च इत्यनेन धा भवति, धा योगः धा दद् दद् भवति, तत्रापि ददस्ततोश्च इत्यनेन दद् भवति दद् योगः तः करिच इत्यनेन धकार अन्तिमधकारस्य स्थाने तकार भवति रूपं दत्तः भवति तदा एव ददा योगः तात् तत्रापि तकारादिप्रत्ययः अस्ति ददस्ततोच्य इत्यनेन प्रथमम् आकारलोपः भवति स्नाभ्यस्तरो अतः इत्यनेन दत् योगः तात् ददस्ततोच्च इत्यनेन धकारस्थाने धकारायाति दद् योगः तात् दत् योगः तात् तत्र करीच इत्यनेन दत् योगः तात् वर्णमेलनेन दत्तात् भवति परस्मैपदे आत्मनेपदे धातु ते अस्ति तत्रापि एवमेव कार्यं तकारादिप्रत्ययः अस्ति दधा योगः ते आकारलोपः भवति स्नाभ्यस्योरातः इत्यनेन अङ्गमस्ति दत् योगः ते ददत् अङ्गमस्ति दत् ददस्ततोच्च इत्यनेन दकारस् अल्पप्राणदकारस्थाने धकार भवति दद् भवति खरीच इत्यनेन अन्तिमधकारस्य स्थाने तकारायाति दत् योगः ते दत्ते रूपम् मध्यमपुरुष एकवचनस्य आत्मनेपदी प्रत्ययः अस्ति स्व तदेव स्व अपि तदा प्रथमं दद् भवति तदनन्तरं ददस्ततोच्च इत्यनेन सकारपरे अस्ति दद् भवति सकार अपि खर्वर्णः करीच इत्यनेन धत् भवति धत् योगस्व वर्णमेलनेन धत् स्व भवति लङ्लकार आत्मनेपदी प्रथमपुरुषे एकवचनं ता प्रत्ये ता अङ्गमस्ति अददा तत्रापि तुल्यकार्यं प्रथमम् अदधा भवति तदनन्तरम् अधत् भवति करिचैतनेन अधत् भवति वर्णमेलनेन अधत्ता भवति पठामि वा अन्तिम आमाम् अग्रे पठतु धा धातोः अङ्ग तिङ्प्रत्ययोः मेलने कुत्रचित् चतुसन्धिः भवति अपि च कुत्रचित् जस्तुसन्धिः भवति जलां जस्यसि इति सूत्रेण जस्तत्सन्धौ तत्तत् वर्गस्य तृतीयसदस्यादेशः भवति जलां जस्यसि इति सूत्रम् अधः विवृतमस्ति उदाहरणानि एवं तत्र द्वे सूत्रे कार्यं भवति प्रथमं ददस्ततोच्च इत्यनेन एकं कार्यम् अन्यत् कार्यमपि जलाञ्जस् जेसि इत्यनेन जस्त्वं भवति इति अधोभागे विवरणमस्ति उदाहरणमस्ति ददा योगः द्वे स्नाभ्यस्तरातः इत्यनेन आकारस्य लोपः दद् भवति द्वे तत्र दधस्तदेच्छ इत्यनेन धकारादिप्रत्यये परे अपि जस्थाने जस् भवति धत् भवति दद्योगः द्वे तत्र करीचसूत्रं नास्ति कर्वर्णः नास्ति कारणेन तत्र जलां जस् जसि सूत्रेण अङ्ग अङ्ग अन्तिमस्य धकारस्य जल्वर्णः अस्ति परः अपि जल् जस्वर्णः अस्ति धकारः द्वे धकारः जलां जस् जसि इत्यनेन धास्थाने जस्वर्णः भवति धद् भव क्षम्यतां धद् भवति धद् योगः द्वे वर्णमेलनेन दद्वे भवति एवमेव ददायोगः द्वं पुनः तुल्यकार्यमस्ति तदध्वं भवति अददायोगः द्वं तत्रापि अददध्वं भवति सम्यक् सम्यक् समीचीनं भगिनि धन्यवादः तर्हि इदानीम् अग्रे उमा भगिनी पठति वा भगिनी अत्र टि सि परे किमर्थं न भवति कुत्र दध् तः इत्यत्र तु धत्तः इति भवति दध् अनन्तरं सिप् तत्र धा धा योगः ति इति भवति अनन्तरं ध धा ति इति भवति ओ अत्र धा धा इति अस्ति आकारस्य लोपः न भवति न कितिनिति प्रत्ययपरे एव खलु श्नाभ्यसयोरातः जसन्तः भवति चेदेव भवति खलु जसन्तः भवेत् आकारस्य लोपः कितिनिति प्रत्ययपरे एव भवति अतः अत्र पित्तिप् प्रत्ययः पित् प्रत्ययः अस्ति इति कृत्वा आकारस्य लोपः न भवति जषन्तः न भवति इति कृत्वा बष्भावः अपि न भवति अस्तु तर्हि अग्रे उमा भगिनी अग्रे पठति वा श्रूयते वा आं श्रूयते धातोः अङ्ग किं प्रत्ययोः मेलने कुत्र पठति भवती तद् अभवत् अग्रे अतः आहत्य अतः आहत्य अपि सु प्रत्ययेषु धातोः त्रीणि कार्याणि भवन्ति आकारलोपः नाभ्यस्योरातः ददस्ततुश्च स थ स ध्व परे चेत् इदं कार्यं भवति सत्त्वसन्धिः खरि परे जस्त्वसन्धिः शुचि परे अत्र त्रीणि कार्याणि सन्ति आकारस्य लोपः श्राव्यस्योरातः तु अत्र दध्वा इति अस्ति चेत् आकारस्य लोपः भवति चेत् दध् इति आगच्छति देन् धिकं ध ददस्ततोश्च सूत्रेण परिवर्तनमस्ति ध्व परि चेत् इदं कार्यं भवति अत्र ददस्ततोश्च दध् द्वे जलां द्वे परिचे जलां दद्दति इति सूत्रेण द्वे दद्ये आगच्छति देन् सत्त्वसन्धिः खरि परे जस्त्वसन्धिः झषि परे सत्त्वसन्धिः अत्र दध्वा इति चेत् सः इति अस्ति चेत् दत्तः सो दधा दत्तात् इति आगच्छति सो दधा अधिकं सो दति सत्त्वम् अग्रे पठामि वा अग्रे सूत्रं पठताम् सन्धिकार्यस्य कृते सूत्राणि इमानि धला दशोन्ते 8 to 39 पदान्ते जलः स्थाने दशादेशो भवति जलः स्थाने दशान्ते दशादेशो भवति पदात् परे कोऽपि वर्णः स्यात् वा न वा सूत्रस्य प्रसिद्धिः अस्ति एव पदात् परे स्यात् हल् स्यात् वा सूत्रस्य प्रसक्तिः अस्ति एव बाधकसूत्रम् अस्ति चेत् अन्या वार्ता झल् प्रत्याहारे पञ्चमवर्गीयव्यञ्जनानि वर्जयित्वा सर्वाणि वर्गीयव्यञ्जनानि नाम अननुनासिकवर्गीयव्यञ्जनानि अपि च सः प्रयोगे वर्गाणां प्रथमः वर्गाणां प्रथमः वर्गीयजनानि वर्गाणां प्रथमः प्रयोगे वर्णानां प्रथमः द्वितीयः तृतीयः चतुर्थश्च वर्णाः आयान्ति दश प्रत्याहारे वर्गाणां तृतीयवर्णः ज व ग ड द इति स्थाने अन्तरतमः इत्यनेन सवर्गीयानां स्थाने गकारः सवर्गीयानां स्थाने जकारः सवर्गीयानां स्थाने दकारः सवर्गीयानां स्थाने दकारः पदवर्गीयानां स्थाने बकारः इति जलां षष्ट्यन्तम् जलां षष्ट्यन्तं दशः प्रथमान्तम् अन्ते सप्तम्यन्तं त्रिपदमिदं सूत्रं पदस्य इत्यस्य अधिकारः तर्हि पदस्य अन्ते झल् प्रत्याहारे कश्चन वर्णः अस्ति चेत् स्थाने तस्य वर्गस्य तृतीया वर्णादेशः भवति अयं दशसन्धिः इत्युच्यते अनुविष्टसहितसूत्रं पदस्य अन्ते झलां दशः सो जलां दशोन्ते इति सूत्रस्य वर्णनम् अस्य कृतं पदान्ते झलः अस्ति चेत् इदं सूत्रं कार्यं करोति पदात् परे अत् स्यात् आकल् स्यात् कोयि डिफ़रेन्स् नये बाधकसूत्रमस्ति चेत् अन्यमाता झल् प्रत्याहारे पञ्चमवर्गीयव्यञ्जनानि वर्जयित्वा सर्वाणि वर्गीयव्यञ्जनानि अनुनासिकवर्गीयव्यञ्जनानि सो श इति अपि अत्र अन्तर्गते अस्ति प्रयोगे वर्गाणां प्रथमः द्वितीयः तृतीयः चतुर्थवर्णानाम् आयान्ति दश प्रत्याहारे तृतीयवर्णः ज ब ग द द स्थाने अन्तर्तमः इति सूत्रेण कवर्गीयानां स्थाने जकारः सवर्गीयानां स्थाने जकारः सवर्ग्यानुस्थाने जकारः सवर्ग्यानुस्थाने नकारः सवर्ग्यानुस्थाने नकारः अस्ति इति दत्त्वसन्ति इति नामकरणमस्ति सो पदस्य अन्ते झलां दशः सो झल् स्थाने तृतीयवर्णः दति चतुर्थवर्णस्य स्थाने तृतीयवर्णः आगच्छति पदस्य अन्ते झलां दशः इति सम्यक् सम्यक् समीचीनं भगिनि धन्यवादः सम्यक् तर्हि इदानीम् अग्रे गच्छामः अस्माकं परिचितं सूत्रं तर्हि अग्रे गच्छामः अग्रे किम् अनिमा भगिनी अग्रे पठति वा अस्माकम् इदानीन्तनतने कार्ये धातोः कृते जष्त्वसन्धिः भवति, परन्तु झलां जशोन्ते इत्यनेन न, यतः अस्माकं सन्धिकार्यं पदान्ते नास्ति अपि तु पदस्य मध्ये एव। अतः अत्र जष्त्वसन्धिः क्रियते झलां झष् झषि इति सूत्रेण। अत्र वयं दृष्टवन्तः तत्र पदान्ते कार्यं नास्ति, तत् परे प्रत्ययः सन्ति, अतः झलां झष् झषि इति सूत्रेणैव कार्यं भवति इति। झलां झष् झषि, झलां स्थाने झषादेशः भवति झषि परे, अनेन सूत्रेण झष्त्वं भवति अपादान्ते। झष् प्रत्याहारे वर्गाणां तृतीयः चतुर्थश्च वर्णाः अन्तर्भूताः। झलां षष्ट्यन्तं, झषः प्रथमान्तं, झषि सप्तम्यन्तं, त्रिपदमिदं सूत्रम्। तयोर्यवावचि संहितायाम् इत्यस्मात् संहितायाम् इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं झलां झष् झषि संहितायाम् इति भवति। अतः पूर्वोक्तरीत्या झष्त्वं भवति उदाहरणमस्ति धत्वे, तादृशं सर्वत्र। अग्रे पठतु, अग्रे अपि पठतु। खरी च, खरी परे झलः स्थाने चरादेशः भवति, खरी सप्तम्यन्तं च अव्ययपदं, द्विपदमिदं सूत्रं। झलां झष् झषि इत्यस्मात् झलाम् इत्यस्य अनुवृत्तिः, अभ्यासे चर्च इत्यस्मात् चर् इत्यस्य अनुवृत्तिः, तयोर्युवावचि संहितायाम् इत्यस्मात् संहितायाम् इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं झलां चर् खरि च संहितायाम्। चर् प्रत्याहारे च ट त क प इत्येते वर्णाः वर्गाणां प्रथमवर्णाः अन्तर्भूताः, श श स अपि अन्तर्भूताः, परन्तु अनेन सूत्रेण श स्थाने श, श स्थाने श, स स्थाने स इति कारणतः कोऽपि भेदः नास्ति तत्र। पदान्ते इदं सूत्रं झलां झषोऽन्ते इत्यस्य बाधकम्। पूर्वसूत्रेण यदा झष् प्रत्ययः झष् वर्णः अस्ति प्रत्यये परत्वेन, तत्र झष्त्वं भवति। यदि तत्र खर् वर्णाः प्रत्ययत्वेन सन्ति, तत्र चर् आदेशः भवति। चर् इत्युक्ते प्रथमवर्गाणां प्रथमवर्णाः अन्तर्भूताः भवन्ति। तत्र श श स इति अस्ति चेत् तस्यापि कोऽपि भेदः न भवति चर् इति भवितुम्, अतः श श स तदा एव तिष्ठति इति। समीचीनं भगिनि, सम्यक्। तर्हि इदानीम् अत्र रूपाणि वयं साधयामः। वंसी भगिनी लटि लोटि वदति वा? नमस्ते भगिनि, प्रयत्नं करोमि भगिनी, संशयः पृच्छामि वा? आमामां न श्रूयते, हा वदतु भगिनी। अत्र अस्माभिः दतस्ततोश्च सूत्रेण एकवारं धतः बसः भस् कृत्वा ततः परं झलां झषि इत्यस्य प्रवृत्तिः न भवति, किन्तु प्रसक्तिः तु न भवति, प्रसक्तिः तु भवति खलु अत्र एकवारं बसः प्रसक्तिः अपि भवति, प्राप्तिः अपि भवति खलु? किमर्थं न भवति प्राप्तिः? प्रसङ्गः अस्ति चेत् भवति प्राप्तिः, यतोहि ददश्चतोश्च इत्यस्य कार्यं भिन्न अन्यत्र अस्ति, जलं झष्टषि इत्यस्य कार्यम् अन्यत्र अस्ति। ददश्चतोश्च इत्यत्र दद् इत्यत्र आदौ अस्ति खलु? जलं झष्टषि इति तु अन्ते अस्ति, यतोहि तकारः इति त इति प्रत्ययः अनन्तरम् अस्ति, त अथवा किं द्व इति प्रत्ययः अनन्तरम् अस्ति इति कृत्वा महाप्राणधकारस्य अल्पप्राणधकारः भवति। किन्तु यत् अस्माभिः कृतं बसः भस् इति तस्य तु न भवति खलु इति, तस्य तु जस्त्वं पुनः भवति चेत् इदं सूत्रं, तत्र तु प्रसक्तिः एव नास्ति खलु, कुत्र अस्ति प्रसक्तिः तत्र? मध्ये अस्ति इति जस् इति मध्ये अस्ति इति कृत्वा पुनः झसि नास्ति खलु, झसि नास्ति तत्र, अकारः अस्ति खलु, द द अ खलु, एकक्षणं पश्यामि, द अकारः अत्र मध्ये अस्ति इति कृत्वा तत्र जलां झषि इत्यस्य प्रसङ्गः नास्ति. अस्तु भगिनि, अस्तु अस्तु, अवगतम्. आं धन्यवादः. नमस्कारः. या ओके, अस्तु. दुधाय् इति धातु नित्वात् उभयपदी धातु, श्वरितनितकर्तृभिप्रायक्रियाफले इति सूत्रेण उभयपदी धातु भवति. दधा इति अङ्गमस्ति. परस्मैपदिरूपाणि वदामि वा भगिनि प्रथमम्? अस्तु, अतीतः अदन्ताङ्गं नास्ति, अतः तत्र अति भवति, ति तः अति सी तः थ नि वहमः, तत् दधा, तस्मात् ति इति पित् प्रत्ययः अस्ति इति कारणात् तत्र श्नाभ्यस्योर् आतः सूत्रं श्नाभ्यस्तयोः आतः, श्नाभ्यस्तयोरातः इति सूत्रेण तत्र आकारस्य लोपः न भवति, अतः दधा एव अङ्गं भवति. दधा योगः ति दधाति इति भवति. ति तः, तः तु पित् प्रत्ययः नास्ति, अतः तत्र श्नाभ्यस्तयोरातः इति सूत्रेण तत्र दधा इत्यस्मिन् यः आकारः अस्ति अन्ते आकारस्य लोपः भवति. अधुना अङ्गमस्ति दधा इति भवति. दधा योगः तः, अत्र तु अधुना तु झषन्तः अङ्गमस्ति, अपि च तकारपरे अस्ति, अतः तत्र दधस्तथोश्च इति सूत्रेण दकारस्य स्थाने यत् प्रथमतकारः अस्ति तस्मिन् धकारः आदेशः भवति. तस्मात् खरीच इति सूत्रेण धद योगः तः, क्षम्यतां, धद्योगः तः, धद्योगः तः, तस्मिन् तु धत् योगः तः, हा क्षम्यतां, धत् योगः तः, तत्र हा जलां झष् झषि इत्यनेन तत्र तकारः भवति. धत् योगः तः, हा जलां झष् झषि इति न, तकारः करिच, जलां झष् झषि न, क्षम्यतां, करिच इत्यनेन धत् धत्तः इति भवति. महाप्राणतकारः तकारद्वयं दत्तः इति भवति. दधाति दत्तः, तस्मात् अति इति अस्ति. अति इति कित् प्रत्ययः अस्ति, कित् पित् प्रत्ययः नास्ति, परन्तु तत्र सकारः तकारः ददस्ततोश्च इति सूत्रं कार्यमेव न करोति, यतोहि तकारः थकारः सकारः द्व इति परे एव कार्यं करोति, अतः दधा योगः अति. तस्मिन् तु तत्र अश्नाभ्यस्तयोरातः इत्यनेन आकारस्य लोपः भवति. धद् योगः अति, दधति इति रूपं भवति भगिनि. अस्तु, तत्र सी प्रत्ययस्य पितिपित् अस्ति, दधति इति भवति भगिनि, ददति, ददति, ददाति न, ददति, हा ददति एव उक्तवती, नास्ति वा? आकारस्य लोपः भूत्वा तत्र दधति इति भवति. तस्मात् सिप् इति पित् अस्ति, अतः तत्र श्नाभ्यस्तयोरातः इति कार्यं न करोति. दधा एव भवति, दधा योगः सि दधासि इति भवति. तस्मात् सि थः, तु पित् नास्ति, अतः तत्र श्नाभ्यस्तयोरातः इत्यनेन आकारस्य लोपः भूत्वा दध इति अङ्कं भवति, दध योगः तः तत्रापि तत्र दतस्ततो दतस्ततोश्च इति सूत्रेण दध इत्यत्र आकारस्य लोपः इति उक्तवती खलु, आकारस्य दध इति अङ्गं भवति अधुना दध योगः तः तत्र धतस्ततोश्च इति सूत्रेण तत्र अल्पप्राणधकारस्य स्थाने महाप्राणधकारः भवति, दध योगः तः तस्मिन् दद् योगः तः ददन दद् यो क्षम्यतां धत् योगः तः तत्र खरी च इत्यनेन तत्र तकारः ध त इति भवति, महाप्राणथकारस्य स्थाने तकारः आदेशः भवति, दत् थ महाप्राणथकारः तकारः तस्मात् अनन्तरं महाप्राणथकारः तत्थः इति रूपं भवति भगिनि. अस्मात् तस्मात् थ सि थः थ तत्रापि दत्थ इत्येव दत्थ इति रूपं भवति. सत्यं मिप् मिप् मिप् इति तु पित्वम् अस्ति, अतः तत्रापि दधामि इति भवति, दधामि इति भवति, ददामि वः इति तु पित् अपित् अस्ति, अतः तत्र दध् इति भवति, आकारस्य लोपः भूत्वा दध् इति भवति, दध् योगः वः तत्र व इति ददस्ततोश्च कार्यं करोति वा न कार्यं करोति भगिनी, अतः तत्र यतोहि तत्र त थ स ध्व एव सन्ति, अतः तत्र दध्वः एव भवति, दध्वः दध्मः एव भवति, अतः तत्र दधा दधाति दत्तः ददति दधति ददासि दत्तः दत्थ दधामि दध्वः दध्मः इति परस्मैपदीरूपाणि भवति. तस्मात् अनन्तरं लोट् लोट् तु अनदन्त अङ्गमस्ति, अतः तु तात् ताम् अतु इति भवति, तु तत्रापि तु इति पित्वम् अस्ति, अतः तत्र दधातु इति भवति, तात् इत्यस्मिन् तु पित्वं नास्ति अपित् अस्ति इति कारणात् तत्र आकारस्य लोपः भूत्वा दध् दध् इति अङ्गं भवति, धत् योगः तात् तस्मिन् सूत्रं तकारपरे कार्यं करोति, अतः दधस्ततोश्च इति सूत्रेण धत् इति भवति, धत् योगः तात् तस्मात् तत् केवलम् इत्युक्ते अत्र वारं वारं वयं वदामः, केवलम् अस्माकम् अवगमनार्थम् अथवा स्मरणार्थं केवलं निमित्तं परनिमित्तम् इति किम् इति उक्तवती, परन्तु झषन्तः अस्ति इति अपि वक्तव्यं खलु. सत्यं झषन्तः अस्ति, यदा आकारस्य लोपः भवति श्नाभ्यस्तयो श्नाभ्यस्तयोरातः इति सूत्रेण तत्र झषन्तम् अवश्यं भवति, धत् इति भवति किल, तत्र झषन्तं भवति, परनिमित्तं तु त थ स ध्व एतेषु भवेत्, अतः तत्र न तु लोट्लकार प्रथमा दधातु दत्तात् इति भवति, तस्मात् ताम् तामिति प्रत्ययः तु अपित् अस्ति, अतः तत्र तत्रापि श्नाभ्यस्तयोरातः इति नाकारस्य लोपः, तस्मात् अनन्तरं सूत्र विस्मरामि, तत् ददस् ददस्ततोश्च इति सूत्रेण तत्र तत्रापि भष् आदेशः भवति, तत्र दत्तां दत्ताम् इति भवति, दत्तां तस्मात् अतु इति अतु इति अपित् अस्ति, अपि च तत्र ददस्ततोश्च ददस्ततोश्च इति सूत्रं कार्यं न करोति, यतोहि तत्र च चतुर्षु निमित्तेषु अतु अकारः नास्ति, अतः तत्र ददतु इति भवति, श्नाभ्यस्तयोरातः इति कार्यं करोति, अतः दद् इति रूपं भवति, दद् योगः अतु ददतु इति रूपं भवति। तस्मात् हि इति प्रत्ययः सेहेर्यपिच्छा इति तत्र तित्वम् अस्ति इति कारणात् तत्र दधा हि इति रूपं भवति, यतोहि श्नाभ्यस्तयोरातः इत्यनेन तत्र आकारस्य लोपः न भवति इति कारणात् दधाहि इति भवति। दधाहि तस्मात् तात् इति समानं न न ददाहि इति कुत्र कुतः ददाहि इति न ददाहि इति न न ददाहि इति न तत्र विशिष्टसूत्रमस्ति, गतवर्गे पठितं भवति न आसीत् एवं वा? गसोरे दाव अभ्यासलोपश्च ओ न स्मरामि भगिनि, न श्रुतवती, क्षम्यता। हि प्रत्यये परे अभ्यासस्य लोपः भवति, अपि च अन्तिमवर्णस्य स्थाने एकारादेशः भवति, तर्हि दद् योगः हि इदानीं दद् इत्यत्र किं द इति भागस्य लोपः, अभ्यासस्य लोपः, इदानीं महाप्राणधकारः अस्ति अत्र, महाप्राणधकार न अत्र वस्तुतः श्नाभ्यसयरातः इत्यस्य कार्यं नास्ति, गतवर्गे तस्य चर्चा जाता, सूत्रद्वयमपि आभ्यकार्ये आभ्यक्षेत्रे वर्तते, परन्तु तथापि आभ्यकार्यम् अनित्यम् इति कृत्वा तत्र साक्षात् अपवादबलेन ग्वसोरे दावभ्यासलोपश्च इत्यस्य एव कार्यम्, अतः ददायोगः हि इत्यस्य इत्यस्मिन् प्रसङ्गे आदौ यः अभ्यासः अस्ति द इति भागः, तस्य लोपः, इदानीं धायोगः हि इत्यत्र आकारस्य एकारादेशः देहि, ओ एवम् अस्तु, देहि इति रूपं गतवर्गे बहु अत्र विशिष्टचर्चा जाता, भवती ध्वनिमुद्रणं शृणोतु, अतः तत्र प्रथमतकारस्य लोपः महाप्राणतकारः एव अवशिष्यते किल, धेहि दा इति अवशिष्यते, दा इति अवशिष्यते, आकारस्य स्थाने एकारः, एकारः अस्तु अस्तु, स्मरामि भगिनि, अतः तत्र अस्तु। तस्मात् तात् इति तु रूपं समानमस्ति, तात् इत्येव रूपं भवति, तम् इति अपि प्रत्ययः अस्ति, अतः तत्र आकारस्य लोपः भवति, दद् इति रूपं भवति, दद् योगः तं, तत्रापि अस्य सूत्रस्य कार्यं भवति ततस्ततोश्च इति सूत्रेण, तत्र भष्भावत् भवति, यतोहि तत्र झषन्तः अस्ति, तकारः परे निमित्तमस्ति इति कारणात् दत्तम् इति भवति, दत्तं तस्मात् अनन्तरं दत्त इति रूपं त इति अस्ति, दत्त इति भवति। आनि आव आम एते त्रयः प्रत्ययः त्रयः प्रत्ययाः पित्वम् अस्ति इति कारणात् तत्र श्नाभ्यस्तयोरातः इति कार्यं न करोतु एतेषु त्रिषु, अतः दधा एव अङ्गं भवति, दधायोगः आनि तत्र सवर्णदीर्घः भवति, दधानि दधाव दधाम इति भवति वा भगिनि? समीचीनं, सम्यक् समीचीनम् अस्तु, समीचीनम् धन्यवादः। इदानीं किम् उषा भगिनी अग्रे लङ्गि विधिलिङ्गि वदति वा? धा धातु परस्मैपति लङ् धा इति धातु दधा इति द्वित्वकार्य अनन्तरं दधा इति सिध्यति, लङ् इत्यनेन प्रथमम् अडागमः भवति, अदधा इति भवति, अदधा योगः तकारः, पित् प्रत्ययः इत्यनेन अत्र अदधा योगः तु हल्ङ्याभ्यो कार्यं नास्ति, तकारः अस्ति एव, आकारः अस्ति, हलन्त अङ्गं नास्ति, अदधात् इति रूपं सिद्ध्यति. अधात् तु प्रथमपुरुष द्विवचनं तु ताम् ताम् अ द्वित्वकार्यस्य अनन्तरं दधा इति अङ्गम् अदधा इति अङ्गम् अधता योगः ताम् ताम् इति अपित् प्रत्ययः अपित् प्रत्ययः इत्यनेन मित् प्रत्ययः इत्यनेन आकारस्य लोपः भवति. श्नाभ्यस्थयोरातः इत्यनेन आकारस्य लोपस्य अनन्तरम् अधद् अधद् इति भवति. ताम् इति परः अस्ति कित्मित् प्रत्ययः अधद् अधद् धद् इति महाप्राणधकारः जश्वर्ण अस्ति जश्वर्ण धृष् इति चतुर्थस्तम्भवर्ण अधद् अधद् योगः ताम् चतुर्थस्तम्भवर्णः ततस्ततोश्च इत्यनेन ददा योगः ताम् ददस्ततोश्च इत्यनेन अदद् योगः ताम् ददस्ततोश्च इत्यनेन द स्थाने प्रथमधकारस्य अल्पप्राणस्य धकारस्य स्थाने महाप्राणधकारः आयाति. अधद् अधद् योगः ताम् इति अस्ति. अधद् योगः ताम् ताम् इति तकारः ताम् इति खर्वर्णः अस्ति इत्यनेन महाप्राणस्य महाप्राणधकारः अधद् योगः ताम् इत्यस्य कृते महाप्राण अन्तिम ध् स्थाने तकारः आयाति हरीच इत्यनेन अधत्ताम् इति भवति. अधत्तां भवति. अनन्तरं अधदा इति अङ्गं तु ताम् अतु नाट् अतु उस् प्रत्ययः खलु भगिनि उस् तु ताम् सो अधदा अधदा योगः उहु अददा योगः उहु इति कृते उहु अपि अपित् प्रत्ययः ङित् प्रत्ययः इत्यनेन श्नाभ्यस्तयोरातः इत्यस्य अङ्गकार्यम् अस्ति अङ्गकार्य आकारलोपः भवति. अधद् योगः उहु अधद् योगः उहु अत्र ततस्ततोश्च कार्यं नास्ति वर्णमेलनमेव. अदुः इति भवति. अनन्तरं मध्यमपुरुष एकवचनं मध्यमपुरुष एकवचनं अदधा इति योगः अङ्गं सु एव प्रत्ययः असु पित् प्रत्ययः अधदा योगः सु अदधा वर्णमेलनमेव हल्याभ्यो कार्यं नास्ति. अदधाः इति भवति. अनन्तरं तं त तं त अपि द्वयोः प्रत्ययः अपि तकार कित्मित् प्रत्ययः तकारादि कित्मित् प्रत्ययः अधदा इति अङ्गं योगः तं तथा एव अधदा योगः तकारः बहुवचनप्रत्ययः द्वयोः स्थाने अपि तकारः इति न त इति प्रत्ययः त आमाम् अकारः नास्ति त अकारः अपि अस्ति. अधदा योगः तम् अदधा योगः त द्वयोः अपि द्वयोः स्थाने अपि श्नाभ्यस्तयोरातः इत्यस्य कार्यम् अस्ति. अधदा अधद् योगः अधद् योगः तम् अधद् योगः त अधद् योगः त द्वयोः स्थाने अपि ततस्ततोश्च इत्यस्य कार्यम् अस्ति इत्यस्य कार्यम् अस्ति. कार्यस्य अनन्तरं भष्भावः जायते. भष्भावः इत्यनेन अधद् योगः तम् इत्यस्य कृते धद् इति द्वयोः वर्णः अपि महाप्राणधकारः अधद् योगः ताम् इति खरिच इत्यनेन अधत्तम् अधत्तम् अधत्थ इति भवति अदत्त अनन्तरम् उत्तमपुरुषः एकवचनं अददा इति अस्ति अदधा द्वित्वम् अनन्तरम् अकारः अधदा योगः अम् पित् प्रत्ययः कार्यमपि नास्ति वर्णमेलनमेव अदधाम् इति भवति अनन्तरम् उत्तमपुरुष द्विवचनं तृताम् अनिष्टम् अतृताम् उष्टं त अं वम वकारः मकारः वकार कित्नी प्रत्ययः एव श्नाभ्यस्तयोरातः इति कार्यम् अस्ति अधद् योगः व अधद् योगः म तकारतकार नास्ति सकार नास्ति द्व नास्ति वर्णमेलनमेव अधद्व अधद्म इति नास्ति इति अस्ति अनन्तरं विधिलिङ्ग् प्रत्ययः यात् यातां युः याः यातं यात यां याव याम सर्वे प्रत्ययाः कित्नी प्रत्ययः यकारादिप्रत्ययः यकारादि कित्नित् प्रत्ययः इति इत्यनेन ततस्ततश्च कार्यं नास्ति दद् दद् इति दद् दद्यात् आकारस्य लोपः भवति ददा योगः यात् ददा योगः यातां ददा योगः युः दधा इति द्वित्वस्य द्वित्व अभ्यासकार्याणि अनन्तरं ददा योगः यात् आकारस्य लोपः भवति श्नाभ्यस्तयोरातः इत्यनेन आकारस्य लोपः भवति दद् योगः यात् दध्यात् तथा एव सर्वे दध्यात् दध्याताम् दद्युः दद्याः दद्यातं दद्यात दद्यां दद्याव दद्याम इति अस्ति सम्यक् सम्यक् समीचीनं तर्हि इदानीं लक्ष्मीभगिनी आत्मनेपदि लटि लोटि वदतु आत्मनेपदि प्रत्ययः लटि ते आते अते से आथे द्वे ए वहे महे तर्हि अङ्गमस्ति दधा इति दधायोग ते इत्यत्र दधायोगते इत्यत्र श्नाभ्यस्तयोरातः इत्यनेन अन्तिम आकारस्य लोपः दध् इति रूपं दध् योगते इत्यत्र बषः भष् भावः ततो सूत्रमस्ति दतस्ततोश्च इति सूत्रेण प्रथमदकारस्य धकारादेशः भवति भष्भावः भवति तर्हि धृत् महाप्राणधकारः पुनः धकारः धत् इति रूपं धत् योगते इत्यत्र खरीच इत्यनेन अन्तिमधकारस्य तकारादेशः थत् इति स्यात् थत् योगते थत्ते इति रूपं दथायोग आते इत्यत्र तु दथायोग आते इत्यत्र तु श्नाभ्यस्तयोरातः न प्रवर्तते क्षम्यतां प्रवर्तते तत्र सर्वे अपि कीटिङ् इति प्रत्ययः एव अतः आकारस्य लोपः जायते श्नाभ्यस्तयोरातः इत्यनेन दत् योग आते दधाते इति वर्णमेलनेन रूपस्थितिः भवति अत्र बष्पः न भवति किमर्थमिति चेत् अत्र आते इति आकारः अस्ति तकारः तकारः सकारस्ते अथवा द्वे इति नास्ति अतः बष्पः न भवति दधायोग अते इत्यत्रापि कितिङ् इति प्रत्ययः परे अस्ति इति कारणात् आकारस्य लोपः श्नाभिस्तयोरातः दध् इति दध् योग अते दधते दधयोग से इत्यत्र धयोग से इत्यत्र श्नाभिस्तयोरातः आकारस्य लोपः दध् भष्भावः ततस्ततोश्च सूत्रेण प्रथम दकारस्य धकारादेशः तर्हि दध् खरीच धत् धत्योगसे धत्से दधयोग आथे श्नाभ्यस्तयोरातः इति एव कार्यं करोति वर्णमेलनेन वर्णमेलनेन दधाथे पुनः दधायोगद्वे इत्यत्र दधायोगद्वे इत्यत्र श्नाभ्यस्तयोरातः आकारस्य लोपः भष्भावः ततस्ततोश्च तर्हि दध योगद्वे पुनः अत्र जष्त्वमपि उच्यते झलां जषि सूत्रेण तर्हि प्रथमवर्णः महाप्राणधकारः भष्भावेन द्वितीयः अल्पप्राणधकारः जष्त्वेन वर्णमेलनेन दध दध्वे इति रूपं दधायोग ए इत्यत्र श्नाभ्यस्तयोरातः इत्यनेन आकारस्य लोपः दध्योग ए दधे दधायोगवहे श्नाभ्यस्तयोरातः अन्य किमपि कार्यं नास्ति दध्योगवहे दध्वहे दध्महे इति लटि रूपाणि लोटि अपि वदामि वा भगिनि आमामां वदतु लोटि अत्रापि अङ्गं दधा प्रत्ययः ताम् आताम् अतां स्व अथां ध्वम् ऐ आवहे आमहे तर्हि दधा योगताम् अत्र दधा योग आम् दधा योगताम् इत्यत्र आकारस्य लोपः शाकितयोरातः ताम् इति ताम् इत्यत्र तथा योगतां पुनः भष्भावः भवति ततस्ततोश्च सूत्रेण प्रथमधकारस्य धकारादेशः ध ध खरि च सूत्रेण द्वितीयधकारस्य तकार्त्वं भूत्वा धत् धत् योगतां धत्तां दधा योग आत्ताम् इत्यत्र आकारस्य लोपः श्नाभ्यस्तयोरातः दत् योग आतां दधातां दत् योग अतां समानकार्यं दधतां दधा योगस्व दध आकारस्य लोपः परं भष्भावः ततोश्च दतस्ततोश्च सूत्रेण परं सर्त्वं धत् स्व इति रूपं दधायोग आथां केवलम् आकारस्य लोपः स्नापिस्तयोरापः सूत्रेण दधायोगथां दधाथां दत्तयोग आथां दधाथाम् इति रूपं दधायोग ध्वम् इत्यत्रापि अकारस्य लोपः जायते श्नाभ्यस्तयोरातः भष्भावः भवति दधस्ततोश्च सूत्रेण जशन्तः अस्ति इति कारणात् इति स्मर्तव्यम् इति उक्तवती तर्हि ध धद् चत्वं न भवति अत्र जष्त्वं भवति जशो झलां झश् झषि सूत्रेण तर्हि दध्वम् इति अन्तिमरूपं स्यात् दधायोग ऐ दधायोग ऐ इत्यत्र आत्मनेपदिप्रत्ययः किन्तु अत्र पित्वम् अत्र सर्वधातुकत्वं वर्तते तर्हि अत्र दधायोग ऐ श्नाभ्यस्तयोरातः इत्यनेन आकारस्य लोपः दधै इति अन्तिमरूप दधायोग आवहै श्नाभ्यस्तयोरातः इत्यनेन आकारस्य लोपः वर्णमेलनेन दधावहै समानकार्य दधामहै इति रूपाणि भगिनि पित्तप्रत्ययः सर्वत्र अकारस्य लोपः नास्ति खलु आत्मनेपदी आत्मनेपदी प्रत्ययेषु केवलं लोटि उत्तमपुरुषे सर्वे प्रत्ययः पितः आं भगिनि आकारस्य लोपः नास्ति खलु प्रत्यये एव आकारस्य लोपः तर्हि अत्र ओके अस्तु क्षम्यताम् अत्र तर्हि दधावहै दधामहै इति तु केवलं वर्णमेलनेन भवति दधायोग आवहै दधायोग आमहै सन्धिकार्यं सन्धिकार्यं सवर्णसन्धिः दीर्घसन्धिः भूत्वा वृद्धिकार्यमपि एकवचने वृद्धिकार्यम् आकार ऐकार सत्यं सत्यं दधायोग ऐ इत्यस्तु आकारस्य लोपः न भवति क्षम्यतां भगिनि विस्मृतं सम्यक् सम्यक् समीचीनम् अस्तु धन्यवादः विजयलक्ष्मी भगिनी अग्रे लङ्गि विधिलिङ्गि लङ्गि आत्मनेपदि लङ् खलु भगिनि श्रूयते वा अहं श्रूयते भगिनि वदतु अङ्गम् अदधा इति स्वीकर्तुं शक्यते खलु आमाम् अस्तु अत्र त अताम् अत अदध अत्र श्नाभ्यस्तयोर् अतः कार्यं करोति अतः अ दध त त अस्ति अतः दधस्तथोश्च इत्यनेन प्रथमदकारस्य धकारादेशः भवति भष् भष् इति अ ध दत् द त इति शिष्यते अनन्तरं खरिच इत्यनेन वर्गतृतीयस्य चर्त्वं भवति अध त त अधत्त अधत्त आताम् आताम् इत्यत्र अदधा योगः आताम् आताम् अपि अपित् अत्र स्नाभ्यस्तयोर् आतः अदध आताम् अत्र तु प्रत्ययः त थ एतत् सर्वं नास्ति अतः अदधाताम् अत अत इत्यत्रापि अदधत थाः अथां ध्वम् अत्र किं भवति अदधा योगः थाः सर्वम् अत्र अपित्येव अत्र किं भवति स्नाभ्यस्त आतः इत्यनेन अदध थाः अदध थाः इत्यत्र थाः इति अस्ति खलु अतः दधस्तथोश्च प्रथमदकारस्य वर्गचतुर्थ आदेशः भवति अध ध थाः अपि च खरिच भवति दकारस्य न ध ध थाः इति अस्ति अध त थाः अधत्थाः सम्यक् वा भगिनि अधत्थाः आमां सम्यक् अस्ति अधत्थाः अधत्थाः अपि च आथाम् आथाम् आथाम् इत्यत्र किं भवति अदधा आथाम् अदधा आथां तत्र स्नाभ्यस्तयोर् आतः इत्यनेन आकारस्य लोपः अ द ध आथाम् अदधाथाम् अदधाथाम् अदद अध्वम् इत्यत्रापि कार्यं भवति अतः ध्वम् इत्यत्र किं भवति अदधा योगः ध्वम् श्नाभ्यस्तयोर् आतः इत्यनेन दध ध्वम् अनन्तरं दधस्तथोश्च कार्यं करोति ध द अध ध ध्वम् अन्ते ददस्ततश्च इति प्रथमतया कार्यं करोति खलु जलां जश्चेष् इत्यस्मात् पूर्वम् एय्ट् टु 38 अस्ति जलां जश्चेष् 8453 अतः पूर्वम् अध ध ध्वम् इति भवति अनन्तरं झलां झष् झषि इत्यनेन धकारस्य धकारादेशः द्वितीय धकारस्य धकारादेशः भवति अध द ध्वम् अदध्वम् इति भवति अधध्वम् अधध्वम् ई वहि महि ई वहि महि इत्यत्र अदधा इति अस्ति स्नाभ्यस्तयोर् अतः अदध ई अदधि अदधि अनन्तरं वहि महि वहि महि अदधा अदधा योगः वहि स्नाभ्यस्तयोर् अतः अदध वहि अदध् वहि अपि च अदध् महि सम्यक् अनन्तरं किं करणीयम् विधिलिङ्गकारः आत्मनेपदम् ईत ईयाताम् ईरन् अप फर् संथिङ्ग् इस् सिम्प्लर् अत्र अदधा सोरि अ तु नास्ति धा दधा इति अस्ति दधा ईत अत्र स्नाभ्यस्तयोर् आतः कार्यं करोति दध ईत दधीत दधीयातां दधीरन् दधीथाः दधीयाथां दधीध्वं दधीय दधीवहि दधीमहि सम्यक् वा भगिनि आमाम् हलो श्रूयते खलु आमां श्रूयते सम्यक् सम्यक् सम्यक् एकवारं पुनः रूपाणि वदतु केवलं विधिलिङ्ग्लकारः वा दधीत दधीयातां दधीरन् दधीथाः दधीयाथां दधीध्वं दधीय दधीवहि दधीमहि अस्तु अस्तु, सम्यक् सम्यक्, समीचीनं। तर्हि इदानीम् अत्र धा धातोः रूपाणि अस्माभिः साधितानि इत्युक्ते अत्र ग्वसोरे धाव अभ्यासलोपश्च इति एकं विशिष्टं सूत्रम्, अनन्तरं ददस्ततोश्च इति द्वितीयं सूत्रं, सूत्रद्वयं स्मर्तव्यं धा धातोः विषये, अनन्तरं श्नाभ्यस्यैव रातः इति तु अस्ति एव, वस्तुतः त्रीणि सूत्राणि। अस्तु, अत्र कोऽपि प्रश्नः अस्ति वा? स्पष्टमस्ति इति मन्ये खलु? तर्हि किञ्चित् अग्रे गच्छामः। अग्रे अनिमा भगिनी अग्रे पठति वा? आं भगिनि। इकारान्तधातवः ईकारान्तधातवः च त्रीणि धातवः सन्ति, त्रयः धातवः, तत्र लिखितमपि, त्रयः ईकारान्तधातवः सन्ति, वर्गद्वये विभक्ताः यतः अजाद्यपित्सु कार्यं पृथक्तया क्रियेत। कि ज्ञाने कि धातुः, निभि भये भि धातुः च असंयोगपूर्वौ धातु, ह्री लज्जायां ह्री धातुः संयोगपूर्वः। कि तत्र त्रयः धातवः सन्ति, ज्ञाने इत्यर्थे कि धातुः, भि धातुः भये, लज्जायां ह्री धातुः, तत्र संयोगपूर्वः अस्ति ह्री धातुः इति विशेषः अस्ति। की धातुः द्वित्वम् अभ्यासकार्यञ्च परिशीलनीयम्, भी धातुः द्वित्वम् अभ्यासकार्यं च परिशीलनीयम्, ह्री धातुः द्वित्वम् अभ्यासकार्यं च परिशीलनीयं, समानमस्ति अस्ति। हल अग्रे पठामि वा भगिनि? आमाम्। प्रथमं हलादिपित्सु सार्वधातुकार्धधातुकयोः इत्यनेन गुणः, विभि योगः ति इत्यत्र गुणः भवति, विभे योगः ति इति विभेति। अजादिपित्सु सार्वधातुकार्धधातुकयोः इत्यनेन गुणः, एचो यवायावः इति सन्धिकार्यं तत्र भवति, इत्यनेन अय् आदेशः। बिभि योगः आनि, बिभे तत्र गुणः भवति, बिभे योगः आनि, अनन्तरम् अयादिसन्धि, बिभ आय आनि, बिभयानि इति भवति। तृतीयं हलाद्यपित्सु निति च इत्यनेन गुणनिषेधः, किमपि कार्यं तत्र न भवति, बिभि योगः तः बिभीतः इत्येव भवति। अजादि अपित्सु अचिष्णु धातु भ्रुवां युवोरियङ् उवङ्गौ इत्यनेन संयोगपूर्वस्य इयङ् आदेशः। चिह्री योगः अति तत्र ईकारस्य इय आदेशः भवति, इयङ् आदेशः भवति, जिह्र योगः इय योगः अति जिह्रियति इति भवति। एरन् एरनेकाचो संयोगपूर्वस्य तेनेन असंयोगपूर्वस्य यन् आदेशः। बिभि योगः अति तत्र संयोगः नास्ति, ह्री तत्र संयोगः अस्ति अतः यन् आदेशः, यत्र संयोगः नास्ति इ आदेशः न भवति, तत्र यन् आदेशः भवति, अतः बिभ य अति बिभ्यति इति भवति। किं कर्तव्यं भगिनी अग्रे? अत्र भगिनी अत्र प्रथमतया द्वित्वकार्यम् अभ्यासकार्यं परिशीलयतु, कि बि ह्रि इति त्रयाणां धातूनां। कि की धातुः अस्ति, तत्र श्लौ इत्यनेन कि की इति भवति, तत्र ह्रस्वमेव पूर्वम् अस्ति अतः तत्र ह्रस्व इति सूत्रस्य रूपभेदः न भवति, किकि इत्येव भवति। भि इत्यस्य श्लौ न इतोपि एकं कार्यमस्ति, कि इत्यत्र चा भवति चिकि, केन सूत्रेण? कुहोश्चुः भी धातोः भी इति भवति श्लौ इत्यनेन, ह्रस्वः इत्यनेन भी इति भवति. अभ्यासे चर्च इत्यनेन विभी इति भवति. ह्री धातुः ह्री इति भव श्लौ इत्यनेन ह्री इति भवति. ह्रस्वः इत्यनेन ह्री इति भवति. कुहोश्चुः इत्यनेन ह्रा इति च इत्यनेन भवति चेत् जिह्री इति भवति. अभ्यासे चर्च इत्यनेन जिह्रि इति भवति. समीचीनं समीचीनं सम्यक्. अत्र वस्तुतः अत्र एतेषां त्रयाणां धातूनां कुत्र किं कार्यं करणीयम् इत्यत्र कश्चन क्लेशः भवति. तदर्थम् अत्र एकम् अन्यत् करपत्रमस्ति, तद् वयं पठामः चेत् अस्माकं बोधः सम्यक्तया भवति. अतः अग्रिमसप्ताहे तत् करपत्रम् अहं प्रेषयामि, तदेकवारं पठित्वा अत्र आगच्छामः चेत् अस्माकं बोधः सम्यक्तया भवति. नो चेत् अत्र भ्रमः भवितुम् अर्हति कुत्र किं कार्यम् इति. प्रश्नः आसीत् वा कस्यचित्? प्रश्नः न, रीरि मध्ये हलादिशेषः अपि भवति न कार्यं? हि री रेपस्य लोपः भवति. सत्यं सत्यं सत्यम्. आम् हलादिशेषः अपि भवति. हि ह्रि इति भवति. अनन्तरं ह्रस्वः, अनन्तरं कुहोश्चुः, अनन्तरम् अभ्यासे चर्च. अन्ततो गत्वा जिह्री इति समीचीनमस्ति, तत्र रेपः अपगच्छति इति वक्तव्यमासीत्. अस्तु तर्हि अत्र स्थगनं कुर्मः वा, इतः अग्रे अग्रिमसप्ताहे गन्तुं शक्नुमः. कोऽपि संशयः अस्ति वा? तर्हि अत्र स्थगनं कुर्मः. धन्यवादः, नमस्कारः. धन्यवादः धन्यवादः नमो नमः धन्यवादः.